कापः नुतिरन्यस्योषङ्कातस्तथ्यनि नवे प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ठेकापः नुतिः अन्यस्य शङ्कातः तथ्यनिह्नवे भवति. तथ्यनिह्नवं नाम सत्यगोपनम् कथं भवति नाम उदाहरणम् अत्र ईक्षताम्. प्रजल्पन् मत्पदे लग्नः इति काचिद् वदति, अस्तु कान्तः किम् इति काचित् पृच्छति. तथ्यं गोपयितुं सा किं वदति, न हि नूपुरः, नूपुरः प्रजल्पन् नाम शब्दं कुर्वन् पदे लग्नो जातः इति वदति. सर्वत्र अत्र अपह्नुत्यलङ्कारप्रभेदेषु कस्यचित् निह्नवः दृश्यते, स्यात् धर्मस्य वस्तुनः वा. तथा हि तत्र निह्नवः भिन्नकारणेभ्यः स्यात्, भिन्नभिन्नप्रकारैः स्यात्. यथा हेत्वपह्नुत्यलङ्कारे हेतुपूर्वकः नाम कार्यकारणभावसंयुक्तः निह्नवः स्यात्. अन्यत्र अन्यत्र पर्यस्तापह्नुत्यलङ्कारे अन्यत्रारोपणार्थं निह्नवः स्यात्. अन्यत्र अपह्नुतिप्रेरकः भ्रान्तिः स्यात् अथवा तथ्यगोपनं स्यात्. एवं निह्नवः भिन्नभिन्नप्रकारकाः भवन्ति इति वयं दृष्टवन्तः.